तर्हि अध्यतनादिगणः इति पाठः प्रवर्तमानः अस्ति. तर्हि अत्र सुब्रह्मण्यमहोदयं वदति वा विकरणप्रत्ययः कः इति तस्मिन् विषये चिन्तनं? अत्र तनादिगणीय विकरणप्रत्ययः अस्ति उः भगिनी. अत्र तद्विकरणप्रत्ययः तु आर्धधातुकविकरणप्रत्ययः अस्ति. अत्र सूत्रमस्ति तनादिकृण्भ्यः उः इति. अत्र अत्र तनादिकृण्भ्यः धातुभ्यः उः प्रत्ययः परश्च कर्तरि सार्वधातुके इति अनुवृत्तिसहितसूत्रमस्ति. अत्र प्रश्नः उदेति किमर्थं क्रु धातुः यद्यपि तनादिगणे एव अस्ति तथापि विशिष्टरूपेण अत्र सूत्रे क्रु इति धातुः अपि उः उः प्रकरण विकरणप्रत्यय नयति इति किमर्थं तथा दत्तमस्ति एकं प्रश्नं उदेति प्रश्नः उदेति अत्र एकः. अत्र किमर्थं चेत् यद्यपि क्रू धातुः तनादिगणे अस्ति अत्र उः विकरणप्रत्ययनिमित्तमेव अत्र तस्य कार्यमस्ति तनादिगणीयविषये. यानि अन्यानि सूत्राणि सन्ति तनादिगणगणीयधातोः कृते तेषां क्रू धातुः धातोः कृते न विधीयन्ते. तत्कारणात् एव अत्र अत्र उः इति विकरणप्रत्यय एव अत्र तस्य कार्यमस्ति. अन्या यथा अङ्गं निष्पन्नं भवति अङ्गात् अत्र विकरण सार्वधातुकतिङ्प्रत्ययः योजयामः अत्र भिन्नानि सूत्राणि भवन्ति. तत्कारणात् एव अत्र सूत्रे दत्तमस्ति. अतः उः प्रत्ययः एव अत्र अत्र नियमयति सूत्रं नियमयति इति अत्र दत्तमस्ति. अन्यविषयः अस्ति अत्र आर्धधातुकविकरणप्रत्ययः तु आर्धधातुकः अस्ति लकारः तु सार्वधातुकः अस्ति. अत्र किमपि समस्या अस्ति वा इति अन्यप्रश्नः अस्ति. अत्र प्रथमं तु लकारविषये यथा चिन्तयामः अत्र प्रथमं धातुना कर्त्रर्थके सार्वधातुक प्रत्ययः संज्ञकप्रत्ययः अस्ति तद् दृश्यते. तत्कारणात् प्रथमम् अत्र कर्तरि शप् यत् आनयामः तत्तु चत्वारेषु लकारेषु एव तथा भवति. लट् लङ् लोट् विधिलिङ्ग् तेषां कृते एव. अत्र कर्तरीषप् यथा कर्तरीषप् आगच्छति अनन्तरं गणम् अनुसृत्य तं प्रबाध्य अन्यविकरणप्रत्ययः आगच्छति. अत्र भ्वादिगणे शप् दिवादिगणे श्यन्त् दादौश तनादौ उ इति प्रत्ययाः आगच्छन्ति अत्र. तत्कारणात् अत्र सार्वधातुकलकारस्य प्रसक्तिः यथा प्रथमं कर्तृर्थकसार्वधातुक विषये एव तस्य प्रसक्तिः अस्ति. अनन्तरं यथा यदा उ इति विकरणप्रत्ययाः आनयामः तनादिगणे अत्र उ इति तु आर्धधातुक विकरणप्रत्ययः अस्ति. तत्कारणात् अत्र कोऽपि यः ऊ विकरणप्रत्ययः अस्ति तत् यद्यपि आर्धधातुकविकरणप्रत्ययः अस्ति तस्य प्रभावः आर्धधातुकलकारविषये न भवति. तत्कारणात् अत्र कोऽपि समस्या वा क्लेशः वा न भवति इति. तृतीयविषये अस्ति यदा ऊविकरणप्रत्यय आगच्छति अत्र ऊविकरणप्रत्ययः विषये तु अत्र गुणः सम्भवति किमर्थं चेत् अत्र उ इति आर्धधातुकप्रत्ययः अस्ति प्रथमम् अत्र सार्वधातुक आर्धधातुकयोः अनन्तरं पुगन्तलघुपथस्य च द्वाभ्यां सूत्राभ्याम् अत्र नीत्वा अत्र गुण सम्भवति यदि अर्हति अर्हति किमर्थं चेत् अत्र उ इति प्रत्ययः अत्र अपित् इत्यस्य प्रसक्तिः नास्ति सार्वधातुकविकरणप्रत्ययविषये तु अपित् इति कारणात् अत्र अपित्वात् अत्र अपित्वात् निति च इत्यनेन गुणनिषेधः भवति परन्तु ऊविकरणप्रत्ययविषये तु तथा न भवति किमर्थं चेत् ऊ अत्र आर्धधातुकप्रत्ययः अस्ति तत्कारणात् अपित्वं प्रसक्तिः न भवति परन्तु अत्र निति च इत्यस्य कारणेन गुणनिषेधः भवितुमर्हति परन्तु ऊ इति तु अत्र अत्र कित् नास्ति नित् नास्ति तत्कारणात् अत्र गुणः यदि निमित्तानि अस्ति तर्हि गुण सम्भवति एव अत्र हरि ओम् हरि ओम् हरि ओं भगिनि क्षम्यताम् अहं म्यूट् मध्ये अन्ये कः अस्ति पुष्पा भगिनी पुष्पा भगिनी धन्यवादः भगिनि अस्तु तर्हि हेमा भगिनी पूर्वं गतसप्ताहे पृष्टवती खलु अत्र धनादिकृभ्यः उः इति अस्ति तर्हि अत्र महोदयेन उक्तमस्ति धनादिगणीयव्यदयः खलु धातुतः न भवति इति तर्हि अहं तु अष्टाध्यायी धातुं दृष्टवती किन्तु सम्यक्तया न अवगच्छामि किन्तु कुत्रचित् सिच् लुक् भवति इति मन्ये यत्र सिच् लुक् भवति यत्र लुङ् लकारस्य कृते तर्हि तद् सार्वधातुकप्रत्ययः भवति इति लकारः भवति किन्तु कृधातोः कृते लुक् न भवति इति अन्य कानिचन तादृश सूत्राणि सन्ति इति तत्र उक्तमासीत् उत्तरं न जानामि इति एव तत् किञ्चित् स्तरः इदानीं मया न अवगतं चिन्ता अग्रे गच्छामः तर्हि भगिनीं पठति वा अग्रे क्षम्यतां भगिनि क्षम्यतां ह्यस्तनवर्गे किञ्चित् सम्यक्तया न बिन्दुरूपेण धन्यवादः भगिनि एक अन्यत् एक प्रश्नः अस्ति वयं पूर्वमपि सार्वधातुकम् आर्धधातुकम् इति चिन्तितवन्तः यत्र यत्र सार्वधातुकलकारः सन्ति तत्र तत्र कर्तरीशप् सूत्रस्य प्रसक्तिः भवति अपि च गणचिन्तनमपि भवति शपं प्रबाद्य गणमनुसृत्य तत्तद्गणस्य विकरणप्रत्ययाः विधीयन्ते इति तर्हि प्रथमं सार्वधातुकप्रत्ययः लट्लकार वा तिबादयस्य तिप् प्रत्ययः धातुना साक्षात् पुरतः पश्यति दृश्यते इति तदनन्तरमेव शपः मध्ये आयाति इति चिन्तनमस्ति लकारः सार्वधातुकलकारः इति आगच्छति तस्मात् पूर्वं तु यत्र लकारः अस्ति धातुतः लकार यत्र वक्ता वक्तुम् इच्छति कस्मिन् लकारे इति चिन्तयित्वा प्रायः वर्तमानकाले इत्युक्ते तर्हि लकारं तत्र तिष्ठति अनन्तरं यदि लृट् इति चिन्तयति चेत् तस्य मनसि भविष्यत्कालमिति चिन्तयति चेत् तत्र स्य इति धातुतः मध्ये स्य इति आगच्छति. तदनन्तरं तिप् आगच्छति इति. परन्तु वयं कथं जानीमः, कुत्रापि तद्विषये किमपि न किल. वयम् एतावत् पर्यन्तं न पठितवन्तः, किन्तु अत्र सूत्राणि सन्ति स्यता अस्ति ऋटोः इति. तत्तु तिङ् तिप् तस् जि इति नास्ति, तत्तु लृट् लुट् लकाराणां कृते तत्र स्यता इति अस्ति. इत्युक्ते यत्र लकाराणां विषयः आगच्छति प्रथमसोपाने एव तस्मिन् समये एव आगच्छति. प्रथमसोपाने लकाराणां चिन्तनं, यत्र लकाराणां चिन्तनं कस्मिन् लकारे कस्मिन् लकारे वक्ता वक्तुम् इच्छति इति तस्य मनसि चिन्तनं भवति, तस्मिन् समये एव मध्या इति तत्र आगमिष्यति. अनन्तरमेव अन्यसोपानानि लकारस्य तत्र सिङ् आयाति इति स्थले सिङ् आगत्य अनन्तरं मेलनम्. अस्तु भगिनि, इदानीं सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति. त्रीणि सोपानानि समानमस्ति यत् वयं पूर्वमेव परिशीलितवन्तः. प्रथमबिन्दुः अस्ति विकरणप्रत्ययं निमित्तिकम् अङ्गकार्यं. धातौ यदि किमपि परिवर्तनम् अस्ति चेत् तत् कृत्वा तदनन्तरं धातुविकरणप्रत्ययोः मेलनं भवति. अयं तु प्रथमः बिन्दुः अस्ति. द्वितीयमस्ति तिङ् प्रत्ययसिद्धिः. इदमपि वयं पूर्वमेव कृतवन्तः. तृतीयबिन्दुः अस्ति तिङ् प्रत्ययनिमित्तकम् अङ्गकार्यं. पुनः यत्किमपि परिवर्तनम् अस्ति चेत् तिङ् निमित्तक अङ्गे तदपि कृत्वा तदनन्तरम् अङ्गतिङ् प्रत्ययोः मेलनं करणीयम् इति सोपानानि सन्ति. प्रथममस्ति विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं, तदा धातुविकरणप्रत्ययोः मेलनमिति. तनादिगणे दशधातवः सन्ति. दुक्ृन् तनु क्षणु षणु मनु वनु क्षिणु ऋणु घृणु वृणु इति निरनुबन्धरूपाणि इमानि कृ तन् क्षण् सन् मन् वन् क्षिण् ऋण् घृण् वृण्. अत्र अवधेयं यत् कृ धातुः अजन्तः, अवशिष्टाः नवधातवः हलन्ताः. नवहलन्तदातवः सामान्याः, अतः एकत्र तान् परिशीलयाम. कृ धातोः प्रक्रिया किञ्चित् भिन्ना, अतः तम् अनन्तरं पश्येम. इदानीं तनादिगणं वयं परिशीलयामः. तत्र दशधातवः सन्ति. दुक्ृञ्तनु आदयः, तेषां दशधातूनां केवलम् एकमेव अस्ति यत् अजन्तधातुः अस्ति, तत्तु कृ धातुः. अवशिष्टाः सर्वे हलन्तदातवः सन्ति. यतोहि कृ धातुः विशिष्टरूपं सन्ति, तस्य प्रक्रिया वयम् अनन्तरं परिशीलयाम. इदानीं नवधातूनां कृते, हलन्तदातूनां कृते वयं सोपानानि पश्यामः इति. हलन्तदातुः धातोः उपधायां लघु इक अस्ति चेत् तर्हि पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं भवति. नवहलन्तदातवः सन्ति, तेषु पञ्च अदुपददातवः तन् क्षण् सन् मन् वन्. यत्र उपधायाम् अकारः अस्ति तत्र इगभावे गुणकार्यं नार्हम्. अतः येषां पञ्चानां धातूनां किमपि अङ्गकार्यं नास्ति, केवलं धातुविकरणप्रत्ययोः मेलनम्. इदानीं नवहलन्तदातवः सन्ति, गुणकार्यं तु गुणकार्यस्य सूत्रद्वयं द्वाभ्यां कारणेन गुणकार्यं सम्भवति, सार्वधातुकार्धधातुकयोः वा पुगन्तलघुपदस्य च. यतोहि नवधातवः हलन्तदातवः सन्ति, तत्र सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः नास्ति एव. यदि उपधायां लघु इक्वर्णः अस्ति तर्हि पुगन्तलघुपदस्य च इति सूत्रस्य कार्यं भवति. नवहलन्तधातुषु पञ्चधातवः तु उपधायां ह्रस्व अकारः अस्ति, तन् क्षण् सन् मन् वन्, तर्हि अकारः तु इक्वर्णः नास्ति, अतः तत्र पुगन्तलघुपदस्य च तस्य कार्यं न भवति एव. केवलं तत्र विकरणप्रत्ययः धातुविकरणप्रत्ययोर् मेलनमेव भवति, यथा तन्योगः उ तनु क्षणु सनु मनु वनु इति. कुतः भगिनि? नवहलन्तधातुषु चत्वारः लघु उपधातवः उपधायां लघु इक् येषां ते, तत्र पुगन्तलघु उपधस्य च इत्यनेन गुणकार्यं भवति. क्षण् योग उ उपधायां लघु इकः गुणः भवति क्षेणु, ऋण् योग उ उपधायां लघु इकः गुणः भवति अर्णु, घृण् योग उ उपधायां लघु इकः गुणः भवति घर्णु, वृण् योगयु उ उपधायां लघु इकः गुणः भवति वर्णु इति. अत्र उ इति अपित् अस्ति खलु महोदय, तर्हि किमर्थं गुणकार्यं भवति अत्र इति? अपित् तु अस्ति परन्तु आर्धधातुक प्रत्ययः अस्ति, अतः तद् किं तत् सूत्रं तु कार्यम् अत्र न करोति. अग्रे अग्रे अस्ति तिङ्संज्ञक प्रत्ययसिद्धिः. अनदन्ताङ्गानां कृते तिङ्प्रत्ययसिद्धिः जाता एव. यत्र अङ्गम् अनदन्तं तत्र सर्वेषां धातूनां कृते सिद्ध तिङ्संज्ञकप्रत्ययाः समानाः इति तु वयं जानीमः. अतः अनादिगणे अपि सिद्ध तिङ्प्रत्ययाः एते एव. तद् पठामि वा भगिनि? अस्तु. तिक्तः लट्लकारे परस्मैपदमस्ति, तिक्तः सन्ति, सिद्धः थाः, क्षम्यतां, सि थः थ नि वहमः. आत्मनेपदम् अस्ति, ते आते अते, से आथे ध्वे, ए वहे महे. लोट्लकारे परस्मैपदे तु अथवा तात्, ताम् अन्तु, हि अथवा तात्, तं त, आनि आव आम. आत्मनेपदी लोट्लकारे ताम् आताम् अताम्, स्व आथां ध्वम्, ऐ अवा आवहै आमहै. लङ्लकारे परस्मे पदि इत् ताम् अन्, इस् तं त, अं व म. आत्मनेपदे ते त आताम् अत, थाः आथां ध्वम्, इ वहि महि. विधिलिङ्लकारे यात् यातां युः, याः यातं यातां इति मन्ये न यातमेव, यातं यात, यां याव याम. आत्मनेपदे ईत ईयातां ईरन्, ईथाः ईयाथाम् ईध्वम्, ईय ईवहि ईमहि इति अस्ति. अस्तु भगिनि. तिङ्प्रत्यय निमित्तकम् अङ्गकार्यं तदा अङ्गनि तिङ्प्रत्ययो मेलनम्. अत्र तिबादिन् दीन् निमित्तं मत्वा अङ्गकार्यं क्रियते. तिप् आदीन् निमित्तं मत्वा अङ्गकार्यं क्रियते, तथा तनु इति अङ्गं, ति इति प्रत्ययः. तनुयोगः ति गुणः गुणकार्यं करोति, तनो योगः ति तस्मिन् सोपाने कार्यं स्वादिगणस्य सदृशम्। स्वादिगणे कथम् आसीत् इति स्मरन्तु। धातूनां विभागद्वयम्, अजन्तदातवः हलन्तदातवः च। किमर्थम् एवम् आसीत् एतः स्वादिगणे अजन्तदातूनाम् अङ्गम् असंयोगपूर्वं चिनु उदाहरणे, हलन्तदातूनाम् अङ्गं संयोगपूर्वं शक्नु इति। स्वादिगणे सर्वत्र अङ्गम् उकारान्तं किल श्नु प्रत्ययस्य कारणात्। यत्र अङ्गम् उकारान्तं तत्र उकारात् प्राक् द्वयोः हलोः संयोगः अस्ति चेत् अङ्गं संयोगपूर्वम् इति उच्यते। यथा शक् योगः नु शक्नु इति अङ्गं संयोगपूर्वं, चि योगः नु चिनु इति अङ्गं असंयोग पूर्वम् इति। अनेन भेदेन स्वादिगणे भागद्वयस्य कार्यं त्रिषु स्थलेषु भिद्यते स्म। स्मरन्ति वा केषु त्रिषु स्थलेषु अजाद्यपित्सु संयोगपूर्वात् उवम्, असंयोगपूर्वात् यण्, वकारादि च प्रत्यये परे विकल्पेन असंयोगपूर्वस्य उलोपः, असंयोगपूर्वात् हि प्रत्ययस्य लोपः। अत्र अस्तु अस्ति अङ्गकार्य निमित्तं कुतः अस्ति इति। तनु इति अङ्गं ति इति प्रत्ययः अस्ति, तनुयोगः ति तनोति आगच्छति, गुणकार्य उपयोगक्रियन्ते। अस्मिन् सोपाने कार्यं स्वादिगणस्य सदृशं, तत्तु स्वादिगणः कुतः अस्ति, तत्तु तनुयोगः इति अस्ति, तनोति। स्वादिगणे तु श्नु इति आसीत् खलु प्रत्ययः, इकरणप्रत्ययः श्नु इति आसीत्। तर्हि अधुना त्रयः सुब्रह्मण्यं महोदय त्रयः सहायं करोति वा भगिन्या? अत्र इदानीम् अत्र चिन्तनमस्ति स्वादिगणे यानि कार्याणि सन्ति तस्मिन् विषये अत्र दत्तमस्ति। किमर्थं चेत् अत्र यानि सोपानानि स्वादिगणे अस्ति अत्र तनादिगणे अपि किञ्चित् साम्यमस्ति, तत् कारणात् अत्र स्वादिगणविषयं विषये दत्तमस्ति। अत्र चिन्तनमस्ति स्वादिगणे धातूनां विभागद्वयम् अस्ति, अजन्तधातवः अलन्तधातवः। अत्र किमर्थं चेत् अत्र यदि अजन्तधातूनाम् अङ्गम् अस्ति तत्तु असंयोगपूर्व उकारः अस्ति अत्र, यथा चिनु इति चिन्तयामः अत्र अत्र उकारात् पूर्वं यः वर्णः अस्ति तत्तु नकारः अस्ति, तत्तु असंयोग वर्णः हल् वर्णः, तत्कारणात् अत्र तत्तु अजन्ताङ्ग अजन्त धातु अङ्गम् अस्ति, तथा एव अत्र शक्नु इति नयामः चेत् तत्तु अत्र उकारात् पूर्वं यः वर्णद्वयमस्ति तत्तु संयोगपूर्व संयोगम् अस्ति, अत्र ककारः नकारः द्वयोः मेलनेन मेलनमस्ति, तत्कारणात् अत्र हलन् तत्तु अत्र अङ्गं तु हलन् हलन्तधातुः अस्ति, उकारान्त अङ्गमस्ति, संयोगपूर्व धात्वाङ्गमस्ति अत्र. अत्र किमर्थम् इत्युक्ते अत्र स्वादिगणे तु अङ्गं सर्वदा उकारान्त अङ्गमेव भवति, यत्र अङ्गम् उकारान्तं तत्र यदा इदानीमेव उक्तवान् अत्र अङ्गम् अजन्त अङ्गं भवितुम् अर्हति इत्युक्ते अत्र असंयोगपूर्व अजन्तधात्वाङ्गं भवति अथवा संयोगपूर्व धात्वाङ्गं भवति इत्युक्ते हलन्तधात्वाङ्गं भवति. अत्र यदि शक् योगः नूनयामः अत्र शक्नु इति अङ्गं यः यः यदङ्गमस्ति तत्तु संयोगपूर्व अङ्गमस्ति, चिनु यदस्ति तत्तु असंयोगपूर्व अङ्गमस्ति. अत्र किमर्थम् अत्र अत्र त्रिषु स्थलेषु किञ्चित् भिन्नरूपेण कार्यं भवति, यदि अत्र अजादि अपित्सु संयोगपूर्व अङ्गमस्ति चेत् अस्ति तर्हि उवङ् आदेशः भवति, इत्युक्ते अत्र यदि शक्नु नयामः शक्नु योगः अत्र एकनिमिषः भगिनि शक्नु योगः अत्र अन्ति इति नयामः प्रथमपुरुष बहुवचन सिद्धतिङ् प्रत्ययः शक्नु योगः अन्ति अत्र शक्नु तु संयोग पूर्व उकारः अस्ति अत्र, अनन्तरम् अन्ति इति अजादि अस्ति अजादि अस्ति किमर्थं चेत् अत्र सिद्धतिङ् प्रत्यय आदौ अत्र अकारः अस्ति तत्कारणात् तत्तु अचुवर्णः अजादिः अस्ति, अनन्तरम् अन्ति अपितपि अस्ति तत्कारणात् अत्र किं भवति इत्युक्ते अत्र अचिष्णु धातुभ्रुवां युवर् यङ् वङ्गौ इत्यस्य प्रसक्तिः भूत्वा अत्र उकारस्य स्थाने उवङ् आदेशः भवति, तत्कारणात् अत्र शक्नु योगः अन्ति इति शक्नुवन्ति इति भवति. यदि चिनु नयामः अत्र चिनु इति तु अत्र चिनु असंयोगपूर्व उकारः अस्ति, अनन्तरम् अन्ति इति अजादि अपित् अस्ति, अत्र हुष्णुवोः सार्वधातुके इत्यस्मात् किं भवति चेत् अत्र उकारस्य स्थाने वकारः आगच्छति, इकः स्थाने यन् आदेशः भवति तत्कारणात् अत्र चिन्वन्ति इति भवति. तत्तु एकः भेदः. द्वितीयभेदः अस्ति अत्र यदि अत्र असंयोगपूर्व उकारः अस्ति इत्युक्ते चिनु अस्ति, अनन्तरम् अत्र यदि उत्तमपुरुष द्विवचनं वा बहुवचनं वा नयामः सिद्धतिङ् प्रत्ययः चिनुयोगः वः अत्र किं भवति विकल्पेन अत्र रूपद्वयं भवति, एकमस्ति वर्णमेलनं चिनुवः, अन्यः अस्ति अत्र यः असंयोगपूर्व उकारः अस्ति तस्य लोपः भवति, इत्युक्ते अत्र चिनुयोगः वः अत्र उकारः लोपः भूत्वा अत्र चिन्वः इति भवति, तत्तु लोपश्चास्यान्यतरस्यां मोः इति सूत्रात् भवति उकारस्य लोपः. तृतीयभेदः अस्ति अत्र पुनः अत्र असंयोगपूर्व धात्वाङ्गकृते एव अस्ति अत्र अत्र अत्र चिनुयोगः हि अस्ति. अत्र उकारात् अनन्तरं यः हि अस्ति तस्य लोपः भवति. अत्र तत्कारणात् अत्र चिनुयोगः हि चिनु एव भवति. अत्र सूत्रमस्ति उतश्च प्रत्ययात् असंयोगपूर्वात् इति सूत्रतः. अत्र सारांशः अस्ति स्वादिगणे त्रिषु स्थलेषु अत्र संयोगपूर्व उकारः वा असंयोगपूर्व उकारः वा इति दृष्ट्वा किञ्चित् भेदः अस्ति, तद् दत्तमस्ति. किमर्थं तद् अत्र दत्तमस्ति इत्युक्ते यथा स्वादिगणे विकरणप्रत्ययः श्नु अस्ति अत्र अन्ते उकारः अस्ति, तथा एव तनादिगणे अपि विकरणप्रत्ययः उ अस्ति, तत्कारणात् अत्र द्वयोः मध्ये किञ्चित् साम्यमस्ति, तत्कारणात् अत्र दत्तमस्ति किञ्चित् पुनःस्मरणरूपेण. धन्यवादः महोदय. तर्हि अन्य अस्ति वा, नूतनः अस्ति वा? तर्हि न भगिनि, अस्तु भगिनि. तर्हि कुत्र पठनीयं? तनादिगणे अस्माकं नवधातवः तत्रैव किल भगिनि? आं भगिनि, तनादिगणे अस्माकं नवधातवः सर्वे हलन्ताः एव, अपि च सर्वेषाम् अङ्गम् उकारान्तं, परन्तु येषु नवसु हलन्तधातुषु षण्णाम् अङ्गम् असंयोगपूर्वं, तनु क्षणु सनु मनु वनु क्षेणु नाम एतेषां षण्णामपि अङ्गे उकारात् प्राक् हलोः संयोगः नास्ति. नवसु अवशिष्टानां त्रयाणां धातूनाम् अङ्गं संयोगपूर्वम् अर्णु घर्णु वर्णु इति, येषां त्रयाणाम् अङ्गे उकारात् प्राक् व्यञ्जनयोः संयोगः अस्ति. अनेन संयोग असंयोगभेदेन तनादिगणे यथा स्वादिगणे स्थलत्रये कार्यं भिद्यते स्म, अत्र तनादिगणे स्थलद्वये कार्यं भिद्यते. वकारादिमकारादि च प्रत्यये परे विकल्पेन असंयोगपूर्वस्य ऊलोपः, अपि च असंयोगपूर्वात् हि प्रत्ययस्य लोपः. तनादिगणे उवङ् न भवति एव, अतः अयम् उवङ् यण् भेदः न वर्तते. इदानीं महोदयः उक्तवान् त्रिषु स्थलेषु स्वादिगणेषु के भेदाः भवन्ति इति. तनादिगणे नवदातवः सन्ति कृ विहाय, नवदातवः हलन्ताः एव, सर्वे धातवः उकारान्त अङ्गम् एव, तत्रापि स्वादिगणे अपि श्नु इति उकारान्तमेव भवति. अत्रापि उ इति उकारान्त अङ्गमेव भवति इति. अत्र नवसु धातुषु षट्सु एव असंयोगपूर्वं भवति, इत्युक्ते पूर्वम् अव्यवहित हल् वर्णाः नास्ति इति. उकारात् पूर्वम् एकः एव हल् वर्णः अस्ति, तादृशाः वर्णाः षट् वर्णाः, तनु क्षणु सनु मनु वनु क्षेणु. अवशिष्टाः त्रयाणाम् अवशिष्टाः त्रयः धातवः संयोगपूर्वम् अस्ति, अर्णु घर्णु वर्णु, यत्र उकारात् प्राक् संयोगवर्णाः सन्ति. अत्र स्वादिगण इव त्रिषु स्थलेषु कार्यं भिद्यते इति न, केवलं स्थल केवलं स्थलद्वये एव भेदः दृश्यते इति. ते के इत्युक्ते उत्तमपुरुषद्विवचनम् अपि च बहुवचने भस्मस् इति वकारादि मकारादि च प्रत्यये परे विकल्पेन ध्वनिः श्रूयते खलु. नमस्ते, किञ्चित् म्यूट् कुर्वन्तु. नूतनः अस्ति वा? इदानीं न श्रूयते. इदानीं नास्ति खल. भगिनि, अत्र गृहयोगः उः कथं, क्षम्यतां, गृहयोगः नु उ कथं गर्णु इति अभवत् इति किञ्चित् वदति वा? तत्र आदौ तु घृण् अस्ति, पूर्वं धातुः अस्ति घृणु इति, तत्र घृणु एव किल, तत्र गृह्णिति गृह्णिति. इदानीम् उपधायां ऋकारः अस्ति, उपधायां लघु इक्वर्णः अस्ति, अतः तत्र गुणकार्यं सम्भवति. ऋकारस्य स्थाने यदा अण्वर्णः आगच्छति तदा नितराम् उरण्ड्रपरः अनेन रपरः एव वर्तते इति अर् इति भवति, तर्हि घृ घर् इति भवति. घर्णयोगः विकर्णप्रत्ययः उ मिलित्वा घर्णु इति रूपं भवति. सर्वेषां कृते अर्णु घृणु वर्णु एवमेव गुणं भूत्वा. किमर्थम् अकारम् आगच्छति ऋकारस्य स्थाने अकारं, केन सूत्रेण? एतत् ह्यः अपि अखिला भगिनी पृष्टवती. स्थाने अन्तरतमः इति स्थानं भिन्नम् अस्ति, परन्तु यदि गुणः सम्भवति, एतत्तु मम अभिप्रायः भगिनि, यदि गुणः सम्भवति तर्हि गुणवर्णाः केवलं त्रयः आगन्तुं शक्नोति, अ ए वा ओ इति. यत्र यत्र अदेङ्गुणः, तदनन्तरं यदि उरण्ड्रपरः तस्य कार्यं भवति चेत् उरण्ड्रपरः वदति ऋकारस्य स्थाने यः अण्वर्णः आगच्छति तत् नितरां रपरः एव वर्तते इति. अतः अत्र ऋकारस्य स्थाने अ एव आगन्तुं शक्नोति, ए ओ न आगन्तुं शक्नुमः इति मम अभिप्रायः. समीचीनं वा? अतः सत्यमेव भगिनि, कण्ठ्यस्थानम् इति मन्ये खलु ऋकारस्य इति. ऋकारः तु मूर्धन्यः अस्ति किल, ऋटुरसाणां मूर्धा. किन्तु अकारः अकारः तु कण्ठः अस्ति, एकारः तु कण्ठ एदैतोः कण्ठोष् ओकारः कण्ठोष्टम् अस्ति, अपि च कण्ठतालु अस्ति एकारः. तदा तत्र तु साम्यं न दृश्यते, परन्तु अहं चिन्तितवती यदि रेपः परम् आगन्तव्यं चेत् केवलम् अकारः एव तत्र तिष्ठति. समीचीनं वा सुब्रह्मण्यं महोदय? किमपि अन्यत् मम अपि अवगमनं, तथा एव मम अपि अवगमनं, यथा ह्यस्तनवर्गे महोदय उक्तवान् तथा एव मम अपि अवगमनं भगिनि. अस्तु, तर्हि तदनन्तरं रेपः आगत्य तत्र अर् इति भवति, अर्णु घर्णु वर्णु इति अङ्गं भवति इति. इदानीं तनादिगणे केवलं स्थलद्वयेषु भिन्नकार्यं वर्तते. उत्तमपुरुषस्य द्विवचने बहुवचने वकारादिमकारादिप्रत्यये परे विकल्पेन असंयोगपूर्वस्य उकारः लोपः भवति. अपि च मध्यमपुरुष एकवचने असंयोगपूर्वात् हि प्रत्ययस्य लोपः भवति इति. अत्र यदा स्वादिगणे उवङ्गादेशः भवति अचिष्णुधातु भ्रुवोर्युवङ् इयङ् उवङ्गौ वा हुष्णुधातु हुष्णोः सार्वधातुके आभ्यां सूत्रेण तत्र प्रथमपुरुष बहुवचने उकारस्य स्थाने उवङ्गादेशः भवति यदि अङ्गं संयोगपूर्वः अस्ति. अपि च यदि असंयोगपूर्वकम् अस्ति चेत् अपवादभूतसूत्रेण हुष्णुमोः सार्वधातुके अनेन तत्र यणादेशः भवति, उकारस्य स्थाने वकारः आगच्छति. परन्तु अत्र तु ष्णु एव नास्ति, अङ्गं तु विकरणप्रत्ययः तु उ अस्ति, अतः तस्य कार्यम् अत्र तस्य प्रसक्तिः एव अत्र नास्ति इति स्थलद्वये एव कार्यं भिद्यते इति. भगिनी अत्र भार्गवः क्षम्यतां, तद् एकवारं पुनः वक्तुं शक्नोति वा? तद् मया किञ्चित् स्पष्टं न अवगतं, किमर्थम् अत्र उवङ् नास्ति इति पुनः एकवारं वदतु कृपया. क्षम्यतां. सूत्रं वदति अचिष्णु धातु ब्रुवां युवोर् इयङ्गौ इति. तत्र स्वादिगणे विकरणप्रत्ययः आसीत् श्नु इति, तर्हि सूत्रस्य सूत्रे एव अस्ति अचिष्णु. अत्र तु आर्धधातुकधातुः उकारः एव अस्ति किल, श्नु नास्ति, तर्हि तत् सूत्रस्य प्रसक्तिः एव न आयाति. अपि च तस्य अपवादसूत्रं भवति हुष्णोः सार्वधातुके, तत्रापि हू धातु श्नुविकरणप्रत्ययः, तत् श्नुविकरणप्रत्यये तु स्वादिगणस्य, अत्र ऊविकरणप्रत्ययः, अत्र अतः उवङ् अपि न भवति, यणपि न भवति. अस्तु भगिनि, इदानीम् अवगतं, धन्यवादः. भवान् पठतु महोदय अग्रे. धन्यवादः. भार्गव महोदय अत्र फलितार्थः इति आरभ्य. ओ अहं वा, अस्तु. फलितार्थः एवं, तनादिगणे यत्र अङ्गं संयोगपूर्वं भवति यदा यथा शक्नु इव, तत्र तिङ्गन्तरूपाणि स्वादिगण्वत् भवन्ति, परन्तु अजाद्यपित्सु उवङ् स्थाने यण् एव भवति. तनादिगणे यत्र अङ्गम् असंयोगपूर्वं यथा चिनु इव, तत्र तिङ्गन्तरूपाणि स्वादिगणवत् एव भवन्ति. यथा इदानीम् उक्तमस्ति तनादिगणे यत्र अङ्गं यदि संयोगपूर्वम् अस्ति तत्र तिङ्गन्तरूपाणि तु स्वादिगणवत् एव भवन्ति. अपवादः तु सम्यक् शब्दः, परन्तु एक्सेप्शन् इव एकमेव अस्ति. यदि अजादि अपित्सु उवङ् स्थाने यण् एव भवति, उवङ् कदापि न आगच्छति इति यथा भगिन्या इदानीम् उक्तं तदेव. अपि च यदि असंयोगपूर्वमस्ति चिनु इव, तत्र तु स्वादिगणवत् एव भवति तनादिगणे अपि. किमर्थम् इत्युक्ते स्थलं द्वयम् अपि च स्थलं त्रयं, यदि वकारादिमकारादि च प्रत्यये परे विकल्पेन असंयोगपूर्वस्य उलोपः अपि च असंयोगपूर्वात् हि प्रत्ययस्य लोपः, द्वे अपि केवलम् असंयोगपूर्वे एव कार्यं कुर्वन्ति. तथैव स्वादिगणे एव अत्रापि यण् आदेशः भवति, किन्तु भिन्नसूत्रेण महोदय उक्तं तदेव. अस्तु महोदय, अत्र अग्रि अग्रिमपङ्क्तिं. यथा स्वादिगणे तनादिगणे अपि संयोगपूर्व अङ्गानि सामान्यानि शक्नु इव अर्णु घर्णु वर्णु, असंयोगपूर्व अङ्गानि चिनु इव तनु क्षणु सनु मनु वनु क्षेणु विशेषाणि इति. नाम तनादिगणे ये सामान्यनियमाः सन्ति अर्णु घर्णु वर्णु च तान् नियमान् अनुसृत्य प्रवर्तन्ते असंयोगपूर्व अङ्गानि तनुक्षणु सनुमनु वनुक्षेणु आधिक्येन तान् नियमान् अनुसृत्य प्रवर्तन्ते एव किन्तु स्थलद्वये विशेषाः भवन्ति स्थलद्वये अपवादाः सन्ति अत्र तदाधारेण तनादिगणे प्रतिनिधिचतुष्टेयं स्वीक्रियताम् संयोगपूर्वाङ्गस्य परस्मैपदी धातुः ऋ असंयोगपूर्व अङ्गस्य परस्मैपदी धातुः तन् संयोगपूर्वाङ्गस्य आत्मनेपदी धातुः ऋ असंयोगपूर्व अङ्गस्य आत्मनेपदी धातुः तन् अत्र पुनः ऋण् एव द्विवारम् आगच्छति अपि च तन् एव द्विवारम् आगच्छति प्रायः ऋण् अपि च तन् द्वे अपि उभयपदी धातवः स्तः इति मन्ये तदर्थमेव प्रतिनिधिरूपेण वयं स्वीकुर्मः येषां धातूनां रूपाणि चतुर्षु सर्वधातुलकारेषु क्षम्यतां सार्वधातुलकार धातुकलकारेषु इत्युक्ते लट् लोट् लङ् विधिलिङ्सु जानीमः चेत् तर्हि सर्वेषां तनादिगणीयधातूनां सार्वधातुलकाररूपाणि जानीमः एव कृ धातुं विहाय कृ धातु अन्तिमे आगच्छति इति मन्ये यथा स्वादिगणे तनादिगणे अपि सिद्धतिङ्प्रत्ययाः चतुर्विधाः हलादिपितः अजादिपितः हलाद्यपितः अजाद्यपितः पितः च तर्हि तनादिगणे संयोगपूर्वाङ्गधातुभिः सह असंयोगपूर्वाङ्गधातुभिः सह च येषां चतुर्णां प्रत्ययानां योजनेन कीदृशं कार्यं भवति इति मुख्यं तत्र स्वादिगणे तनादिगणे चतुर्विधाः सन्ति हलादिपित् अजादिपित् हलाद्यपित् अपित् अजादि अपित् संयोग पूर्वाङ्ग चतुर्भिः धातुभिः च असंयोग पूर्वाङ्गधातुभिः सह किं कथं योजनं प्रत्ययानां योजनेन कीदृशं भवति इति आवां मुख्य अंशम् अस्ति संयोगपूर्वाङ्गधातूनां कार्यं हलादिषु पित्सु गुणः हलादिषु किमपि सन्धिकार्यं नार्हम् उदाहरणेन अर्णु योगहति अर्णोति गुणकार्य करोति हलादि अपि च अजादिषु पित्सु गुणः तदा अवादेशः तत्तु अर्णुयोगः आनि अर्णोयोगः आनि अर्णयोगः अव् योगः आनि अर्णवानि केन सूत्रेण भगिनि अत्र अवादेश स्मरति युवा अव् भगिनि सूत्रं न जानामि नास्ति चिन्ता एतौ एव यावः इति यान्तवान् ततः पूर्वम् अरुणु इति गुणं भवति खलु ब्रेन् डजन्ट् होल्ड् देम् नास्ति चिन्ता भगिनि तथा एव पुनः पुनः तथैव वयं पठामः पुनः पुनः न पठिष्यामि न अहं तु पुनः पुनः यत्र पठामः तर्हि सम्यक् भवति भगिनि शृणोमि तत्तु अपगच्छति एव फलादि अपेक्षु इति च इत्यनेन गुणनिषेधः किमपि कार्यं न अस्ति अर्णुयोगः तः अर्णुतः किमर्थम् इति च इति गुणनिषेधः इति अत्र उक्तमस्ति अर्णुतः न अपि तु न अपि च किमर्थम् इति च इति केन सूत्रेण तत्तु तत्तु अपित् अस्ति किन्तु नित् नास्ति खलु केन सूत्रेण नित् भवति नितिच इत्यनेन गुणनिषेधः भवति किन्तु अपित् केन सूत्रेण नित् भवति अपित् अस्ति खलु पित् नास्ति तस् इत्यस्मिन् तत् तः इत्यस्ति किं मूलरूपमस्ति तस् इति तत्र तस् इत्यस्मिन् पकारः नास्ति अतः पित् न भवति यत्र अपित् अस्ति चेत् केन सूत्रेण निद्वद्भवति सार्वधातुकम् अपित् इति सार्वधातुकम् अपित् इति सूत्रं सार्वधातुक अपित् सार्वधातुकम् अपित् पूर्णसूत्रं भवति सार्वधातुकम् अपित् निद्वत् इति भवति सूत्रेण निद्वद्भवति अनन्तरं नितीश इत्यनेन गुणनिषेधः स्मरति खलु अजादि अपित्सु इको एणचि इत्यनेन यण् आदेशः अर्णुयोगः अन्ति अर्ण् योगः वा योगः अन्ति अर्ण्वन्ति अत्र तु युवङ्ग अस्ति न तस्मिन् विषये अग्रे दत्तमस्ति सुब्रह्मण्यमहोदय प्रतिपादति वा अग्रे स्वादिगणे अत्र इको यणचि इति सामान्यं यन् विधायकं सूत्रं प्रबाध्य सार्वधातुकार्धधातुकयोः इत्यनेन गुणप्रसक्तिः तदा एकवारं यदा गुणनिषेधो भवति निचि निति च तत्पश्चात् अचिष्णुधातुभ्रुवां युवर्यङ् वङ्गौ इत्यनेन उवङ् आदेशः भवति यथा शक्नुयोगः अन्ति शक्नुयोगः उब् योगः अन्ति शक्नुवन्ति परन्तु अस्मिन् सूत्रे श्नुप्रत्ययः उक्तं न तु उकारः अतः अस्य सूत्रस्य प्रसक्तिः तनादिगणो गणे नास्ति तर्हि तनादिगणे अजादि अपित्सु यथा सामान्यं यन् आदेशः एव भवति उ योगः अ यणादेशः व अर्णुयोगः अन्ति अर्णुवन्ति अत्र स्वादिगणे अत्र लोपः अस्ति अत्र उकारस्य स्थाने वकारः आगच्छति भगिनि उकारस्य स्थाने वकारः किमर्थं चेत् अत्र इको यणचि इत्यस्य प्रसक्तिः अस्ति न तु अचिष्णुधातुभ्रुवां युवर्यङ् वङ्गौ अत्र सूत्रस्य क्रमः कथं भवति इति दत्तमस्ति प्रथमं सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः परन्तु अत्र अन्ति इको एनचि प्रथमम् आगच्छति तत्तु सामान्यसूत्रमस्ति तत्कारणात् अत्र इको एनचि सार्वधातुकार्धधातुकयोः द्वयोः प्रसक्तिः अन्यत्र अपि अस्ति तत्कारणात् विप्रतिषेधे परं कार्यम् इत्यस्मात् अत्र परसूत्रं भूत्वा सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः परन्तु तत्कारणात् अत्र इको एणचि इत्यस्य बाधा भवति यथा सार्वधातुकार्धधातुकयोः आगच्छति अत्र अन्ति इति अपित् अस्ति सार्वधातुकमपित् इत्यनेन नित्वद्भूत्वा निति च निति च इत्यनेन गुणनिषेधः. अनन्तरम् अत्र अचिष्णु धातु भ्रुवां युवर्यङ्गुवङ्गौ इत्यस्य प्रसक्तिः अस्ति. स्थाने उवङ्गादेशः भवति, परन्तु अत्र अत्र तनादिगणे तस्य तदा न भवति. किमर्थं चेत् तनादिगणे अत्र श्नु इति प्रत्ययः नास्ति, परन्तु उ अस्ति, उकारः अस्ति. अतः अत्र तनादिगणे अत्र अजादि अपित्सु अपि सामान्यरूपेण अत्र यन् आदेशः भवति. इत्युक्ते अत्र इको एनचि इत्यस्य प्रसक्तिः भवति. अकार उकार उकारस्य स्थाने वकारः आगच्छति. किमर्थं चेत् उकारयोगः अकारः अस्ति, तत्कारणात् अत्र वा आगच्छति. अर्णुयोगः अन्ति अर्णवन्ति इति भवति. अत्र ह्यः महोदयेन अष्टाध्याय्यां सूत्राणां बलाबलमिति अन्तिमभागस्य चर्चां कृतवान् खलु. तर्हि इकोयनचि कार्यं न कृतम्, अतः लक्ष्यलक्षणन्यायः अत्र न विद्यते. तर्हि इकोयनचि इत्यस्य प्रसक्तिः अस्ति, कार्यमपि करोति इत्येव सारांशः अस्ति खलु. अत्र स्पष्टं नास्ति. अन्यत् एकमपि किमपि विज्ञानम् सूत्रद्वयं लिखितवान्, किन्तु तस्य प्रतिपादनं न अभवत्. किन्तु यत् सारांशः अस्ति, इको एणस्य कार्यं न कृतम् इत्यस्मात् लक्षलक्षणन्यायः न प्रवर्तते. तर्हि इको एणस्य इत्यस्य कार्यम् आगन्तुं शक्यते इति अस्ति. परन्तु अन्यत् अपि किमपि पठितं किल भगिनि, एकवारं बाधितं चेत् बाधितमेव. तद् लक्ष्ये लक्ष्येण न्यायः इत्यतः आगच्छति खलु. तर्हि एकवारम् इको एणचि बाधितं किल. किन्तु तदेव मम संशयः तदेव आसीत्. बाधितम् अस्ति किन्तु कार्यं तु न अभवत् खलु. यत्र कार्यं भवति चेदेव लक्ष्ये लक्ष्यन्यायः. अन्य सूत्रद्वयं दत्तवान्, तस्य तु मम अवगमनं न अभवत्. तथा पूर्वम् आसीत्, पूर्वम् उक्तं गतसप्ताहे महोदय तथा उक्तवान् आसीत्, यथा भाषितं भवति तत् पुनः न आगच्छति. किन्तु ह्यस्तनवर्गस्य ध्वनिमुद्रं यदहं श्रुतवती तस्मिन् समये तु मम अवगमनम् एवम् आसीत्, बाधितं भवति चेदपि पुनः आगच्छति, यत्र कार्यं न भवति चेत् पुनः आगच्छति इति मम अवगमनम्. अत्र अन्यपरिभाषा अपि दत्तवान् खलु भगिनि, पुनः प्रसङ्गविज्ञानात् सिद्धम् इति उक्तवान् महोदयेन. अत्र यथा भवती उक्तवती, अत्र लक्ष्यलक्षणन्यायस्य प्रसक्तिः अत्र न भवति. किमर्थं चेत् अत्र प्रथमम् आगच्छति, परन्तु तस्य बाधा भवति, तत्कारणात् तस्य प्रसङ्गः पुनः आगच्छति इति. यदि एकवारं कार्यं करोति तर्हि पुनः नागच्छति इति. लक्ष्यलक्षणन्यायः इत्यस्य प्रसक्तिः तत्र एव भवति. यदि एकवारं कार्यं करोति पुनः तस्य कार्यं न भवति इति. परन्तु अत्र कार्यं न प्रथमं न अभवत्, तत्कारणात् तस्य प्रसङ्गं पुनः आगच्छति. परन्तु तथैव सारांशरूपेण अहमपि आगतवान्, सारांशरूपेण एव उक्तवान् खलु भगिनि दत्तनवर्गे. तर्हि दशवादनमेव भवतः. अग्रे गन्तव्यं वा नो चेत् विरमां भवन्तः किञ्चित्. अग्रे अस्ति, अग्रे तु महोदयेन प्रतिपादितं वा अग्रे अपि? अस्तु अस्तु, धन्यवादः. तर्हि हेमा भगिनी न तन्वन्ति. तन्वति कृतं वा? अस्तु, हेमा भगिनी पठति वा? अस्तु. असंयोगपूर्वाङ्गधातूनां कार्यमस्ति हलादिषु पित्सु गुणः भवति. यदि वयं तनु इति धातुः अङ्गं स्वीकुर्मः चेत् तनुयोगः ति लट्लकारे प्रथमपुरुषे एकवचने. इदानीम् उकारः अस्ति, तर्हि पित् अपि अस्ति, अतः गुणकार्यं भवति सार्वधातुक अर्धधातुकयोः अनेन. तनु तनो इति भवति, तनोयोगः ति तनोति इति रूपं भवति. अजादिषु पित्सु गुणः तदा अवादेशः. यदि पुनः तनु इति रूपं स्वीकुर्मः, अत्र लोट्लकारे उत्तमपुरुष एकवचने आनी इति सिद्धतिङ् प्रत्ययः अस्ति. आनी तु अजादिः अस्ति, अपि च अपित् अपि अस् क्षम्यतां पित् यतोहि मिप् अस्ति, तत् पित्वम् अस्ति तत्र. मिप् अपि अस्ति किल भगिनि, परन्तु अतः पित्वम् अस्ति तत्र. अतः गुणः सम्भवति पुनः सार्वधातुक अर्धधातुकयोः अनेन. अतः तनो योगः आनि इति भवति. इदानीम् ओ योगः आ अत्र एचोयवायवः कारणेन ओकारस्य स्थाने अवादेशः आगच्छति. तन्योगः अव्योगः आनि तनवानि इति रूपं सिद्धम्. अग्रे अपि पठामि वा महोदय? हलाद्य अपित्सु. इदानीं हलादि अपित्सु ङिति च इत्यनेन गुणनिषेधः भवति. अपित् अस्ति इति, तर्हि तनुयोगः तः अत्र तस् तु हलादि अस्ति, अपि च अपित् अपि अस्ति. अतः ङिति च कारणेन गुणः न सम्भवति, केवलं मेलनमेव भवति. तनुयोगः तः तनुतः इति भवति. वयं पूर्वमपि दृष्टवन्तः स्थलद्वये अपवादभूतकार्यं सम्भवति इति. लोटि हि लोपः, तनुयोगः हि. अत्र तनु असंयोगपूर्वकः अस्ति. अत्र हि प्रत्ययस्य लोपः भवति उत प्रत्ययात् असंयोगपूर्वात्. समीचीनं वा सूत्रम्? उतश्च प्रत्ययात् असंयोगपूर्वात् इति कारणेन तनुयोगः हि तनु एव तिष्ठति, हि लोपः भवति इति. पुनः उत्तमपुरुषस्य द्विवचने अपि च बहुवचने वस् मस् अस्ति. वकारे मकारे परे उकारस्य विकल्पेन लोपः भवति इति. लोपश्चास्य अन्यतरस्यां मोः इति सूत्रेण उकारस्य लोपं भूत्वा विकल्पेन लोपः भवति इति कारणेन रूपद्वयं तत्र आगच्छतः. तनुयोगः वः तन्वः इति एकं रूपम्, अन्यत् अस्ति तनुवः इति. समानम् अस्ति मस् अपि, तत्र तनुयोगः मः तन्मः तनुमः इति. अजाति अपित्सु इकोयणचि इत्यनेन यण् आदेशः भवति. तनुयोगः अन्ति, अत्र तनु योगः अन्ति. अन्ति तु अजादि अस्ति, अपि च अपित् अपि अस्ति. अपित् अस्ति तत्र यदा महोदयेन उक्तवान् इकोयणचि अपि च सार्वधातुकार्धधातुकयोः तेषां तयोः प्रसक्तिरस्ति. परन्तु सार्वधातुक अर्धधातुकयोः परसूत्रमपि अस्ति, विप्रतिषेधः अपि भवति इति बलवत् भवति. तदनन्तरम् अतिष्णु अपि च हुष्णोः प्रसक्तिरेव नास्ति तत्र. पुनः नूतनपरिभाषया तत्र इकोयणचि एव कार्यं करोति. इकः स्थाने यण् आगच्छति अचि परे इति, अतः उकारस्य स्थाने वकारः आगच्छति. तन्योगः एव्योगः अन्ति, तन्वन्ति इति रूपं सिद्ध्यति. अग्रिमपङ्क्तिमपि पूरितवान् खलु? अस्तु भगिनि. स्वादिगणे यथा उपर्युक्तं भार्गवमहोदय तदस्तु. भार्गवमहोदय कृतवान् वा? तर्हि पुष्प भगिनी पठति वा? हा भगिनि. स्वादिगणे यथा उपर्युक्तं हलन्तधातुषु इक् एव शक् इव अचि अचिष्णुदात् धातु धातु ब्रुवां व्योर्ययङ्गु योरियङ् वौ इत्यनेन वङ् अजन्तधातुषु चि इव यन् आदेशस्य साधनार्थं तस्य सूत्रस्य अपवादभूत भूतसूत्रम् अपेक्षितं सुष्णुवोः सार्वधातुके इति अर्थं न जानामि परन्तु तनादिगणे उपरि अचिष्णुधातु ब्रुवां युवङ्गौ इत्यस्य प्रसक्तिः नास्ति तनादिगणे अत्र असंयोगपूर्वाङ्गधातूनां कृते यन् आदेशस्य साधनार्थम् अपवादपूतसूत्रस्य आवश्यकता अपि नास्ति अतः अत्र सामान्यसूत्रम् इको एणचि इति एव कार्यं करोति अत्र किम् यन् आदेशविधायकसूत्रं के के वयं पठितवन्तः इको एणचि इति एकम् अन्यत् आसीत् विष्णुवोः सार्वधातुके इति आसीत् खलु कितु इको एणचि प्रभादि अकृष्णदातु ब्रुवाङ्गिवोर्यङ्गौ इति अङ्गकार्यमस्ति अतः बलवत् भवेत् किन्तु अत्र अश्नु प्रत्ययः नास्ति अतः तस्य सूत्रस्य कार्यं नास्ति प्रसक्तिः नास्ति यत्र अकृष्णदातु ब्रुवाङ्ग् इति सूत्रस्य प्रसक्तिः नास्ति तथा एव कुष्णोः सर्वधातुके इति अपवादसूत्रस्य अपि प्रसक्तिः नास्ति कुष्णोः सर्वधातुके एव यण् आदेशस्य सूत्रमासीत् खलु पूर्वं स्वादिगणे तस्य कार्यं नास्ति अत्र सामान्यसूत्रं इको एणचि वर्णनिमित्तं कार्यमेव अत्र सम्भवति इति अत्र विवरणं कृतं अण्वन्ति अत्र अण्वन्ति कुतः कथं जातः इति न न न अर्णवन्ति आं सत्यम् अर्णवन्ति तन्वन्ति द्वौ अपि कुतः कथम् आयाति तत्र विवरणं क्रिया स्वादिगणे अजादि अपि तु कृष्णोः सार्वधातुके इति सूत्रस्य आवश्यकता अपि इति सूत्रम् आगत्य कार्यं कृतं किन्तु अत्र इको एणचि इति एव कार्यं करोति अत्र अचिष्णुधातुभ्रुवं योरङ्ग इति संयोगपूर्वस्य कार्यम् अस्ति तर्हि असंयोगपूर्वस्य कृष्णोः सार्वधा तस्य कार्यं नास्ति तथा एव बाधकसूत्रं कृष्णोः सार्वधातुके इत्यस्य अपि कार्यम् अस्ति महोदय तर्हि पञ्च दशनिमिषाः सन्ति भगिनी किं महोदय किं कुरु अग्रे पठावः वा नो चेत् नो चेत् रूपाणि वदामः वा भगिनि लट्लकारस्य प्रयत्नं न वा तर्हि शुभरात्रि भगिनि धन्यवादः धन्यवादः सुब्रह्मण्यं धन्यवादः धन्यवादः